पृष्ठसङ्ख्या अस्ति पुस्तके, अत्र द्वाविंशतितमे पुटे इति चिन्तयामि. द्विविंशति किल, क्षम्यताम्, अशीतिः. क्षम्यतां, क्षम्यताम्. हा, अत्र अद्य इदानीं नूतनविषयः आगच्छति. अत्र कार्यकारणभावविषये अद्य किञ्चित् परिशीलयेम. अत्र विषयचतुष्टयम् अथवा पारिभाषिक शब्दचतुष्टयं तस्य परिचयः अपि भवति अद्य. अत्र कार्यकारणभावः इत्युक्ते कः इति स्मरति वा कोऽपि? रामप्रिया भगिनी वक्तुं शक्नोति वा तत्र कारणं किं, कार्यं किम् इति? पूर्वं वयं तत्र निकषः, निकषाः इति दृष्टवन्तः आसीत्. कारणनिकषः इति दृष्टवन्तः. कारणं कार्याधिकरणे सर्वदा स्थातव्यं, प्रथमं स्थातव्यं, सर्वदा स्थातव्यं. कार्याधिकरणे कार्य उत्पत्तेः पूर्वक्षणं स्थातव्यम् इति पठितवन्तः. हा, उत्तमं. परन्तु तत्र कारणेन स्थातव्यम् इति खलु, न तु कारणं स्थातव्यम् इति. कारणेन कार्यादिकरणे स्थातव्यम्, अपि च सर्वदा भवेत्, अपि च पूर्वस्मिन् क्षणे भवेत् इति तत्र निकषाः वयं पूर्वं दृष्टवन्तः. अद्य तत्र कार्यकारणविषये एव, तत्र कारणम् इत्युक्ते कथ, कारणस्य निर्णयं कथं कर्तुं शक्नुमः इत्युक्ते, तत्र कार्यं यदा भवति तत्र कारणम् इति कः किं कारणं भवति इति, अथवा तत्र कथं वयं निर्णेतुं शक्नुमः तत्र कारणं किम् इति सर्वम् अद्य किञ्चित् परिशीलयाम. तत्र प्रथमं भवती एव आरम्भं करोतु. तत्र अन्वयसहचारः इति पदार्थनिरूपणम् इति अस्ति खलु, तस्मात् आम् तस्मात् पूर्वम् अन्य कोऽपि आगतं वा? मया पुनः एकवारं ध्वनिः श्रुतम्. अस्तु, पठतु भगिनि. अन्वयसहचारः इति पदार्थनिरूपणम्. अत्र इदं वक्तव्यं, शास्त्रे अस्मिन् कार्यकारणभावः तत्र तत्र चिन्त्यते. अस्माभिः अपि कारणत्वनिकषाः आलोचिताः. ग्रन्थकारेण समवायी असमवायी निमित्तकारणताभेदात् कारणताप्रकारः अग्रे प्रदर्शयिष्यन्ते. तस्मिन् विचारे यस्मिन् सति कार्यं भवति, यस्मिन् असति कार्यं न एव भवति, तत् तस्य कारणम् इति अवधार्येयते, निश्चीयते. ततः कदाचित् कारण अदर्शने, कार्यमात्रस्य च दर्शने कारणम् अदृश्यमपि तत्र अस्ति इति अवधार्यते. यथा अकस्मात् मध्यां पूरः भवति चेत् अप्रत्यक्षापि दृष्टिः ऊर्ध्वदेशे क्वचित् अभूत् इति अवगच्छामः. अत्र अन्वयसहचारः इति विषये अस्ति, पदार्थस्य निरूपणम् अस्ति. अत्र प्रथमं कार्यकारणभावः विषये, तत्र तत्र चिन्त्यते, कार्यकारणभावः विषये अत्र किमपि निरूपणम् अस्ति इति अहं चिन्तयामि. अस्माभिः अपि कारणत्वनिकषाः आलोचितः, तदेव प्रथमं वयं दृष्टवन्तः, कारणतानिकषाः इति. ग्रन्थकारेण समवायि असमवायि निमित्तकारणभेदात् कारणताप्रकाराः अग्रे प्रदर्शयिष्यन्ते. वयं पूर्वमेव दृष्टवन्तः इति, कारण कारणं त्रिविधम् इति, समवायि असमवायि निमित्तकारणम् इति. तस्मिन्नेव विषये यस्मिन् सति कार्यं भवति, यस्मिन् असति कार्यं न एव भवति इति अस्ति, तत् तस्य कारणम् इति अवधार्यते. तत् किं भगिनि? इत्युक्ते यस्मिन् सति कार्यं भवति इत्युक्ते यः अस्ति चेत् कार्यं भवति, यः अस्ति चेत् नास्ति चेत् कार्यं न भवति, तदेव कारणम् इति वदामः. इत्युक्ते चिन्तयतु, दण्डः घटनिर्माणम् इति कार्यम् इति, तर्हि तत्र दण्डः अस्ति चेदेव पूर्वतनकाले खलु, इदानीं प्रायः नूतन स्टैली प्रायः आगता, येन तत्र दण्डं विनापि निर्मेतुं शक्नुमः स्यात्, परन्तु पूर्वतनकाले दण्डस्य आवश्यकता अस्ति तत्र चक्रभ्रमणार्थं. तर्हि तत्र चक्रभ्रमणं भवति चेदेव घटनिर्माणं भवेत्. तर्हि तत्र घटनिर्माणं प्रति दण्डः इत्यपि एकं कारणम् अस्ति. दण्डं नास्ति चेत्, दण्डः नास्ति चेत् तत्र घटनिर्माणम् इति कर्तुं न शक्नुमः. इत्युक्ते यस्य असति इत्युक्ते अस्तित्वं खलु, यः अस्ति चेत् तत्र कार्यं भवेत्, यः नास्ति चेत् कार्यं न भवेत्, तदेव कारणम् इति वयं निश्चितुं शक्नुमः. इत्युक्ते तत्र दण्डः अस्ति चेत् घटनिर्माणं भवति, दण्डः नास्ति चेत् घटनिर्माणं न भवति. इत्युक्ते केवलं दण्डः एव आवश्यकता इति न, परन्तु दण्डः अपि आवश्यकः खलु, दण्डः नास्ति चेत् घटनिर्माणं न भवति. तर्हि तादृशः विषयः यः अस्ति तदेव कारणम् इति वयं वक्तुं शक्नुमः. तर्हि यथा वयं पूर्वमपि दृष्टवन्तः खलु, तत्र यत्किमपि भवतु, तत्र कपालः घटः अथवा तन्तुः पटः इति वयं चिन्तयामः चेत् तत्र तन्तुं विना पटनिर्माणं नैव जायते. तर्हि तन्तुः इति पटं प्रति कारणं, पटः इति कार्यमस्ति चेत् तत्र पटं प्रति कारणं भवति तन्तुः इति. तथैव कपालः घटः इति अपि वयं वक्तुं शक्नुमः. तदेव तत्र यस्मिन् सति कार्यं भवति, यस्मिन् असति नैव जायते, तदेव कारणम् इति अवधार्यते इत्युक्ते निश्चीयते. ततः कदाचित् कारण अदर्शने कार्यमात्रस्य न च दर्शने कारणम् अदृश्यमपि तत्र अस्ति इति अवधार्यते. अनन्तरं कारणम् अदर्शने इत्युक्ते कारणं नास्ति, कार्यमेव कारण अदर्शने इत्युक्ते न पश्यामः चेत्, इत्युक्ते इदानीं दण्डः घटः इति किञ्चित् चिन्तितवन्तः खलु, अत्र चिन्तयतु, तत्र इदानीं भवती घटं पश्यति चेत् भवत्याः मनसि तत्र तत्र दण्डः घटं प्रति कारणम् इति तु जानाति. तर्हि दण्डः स्यात् येन कारणेन घटनिर्माणम् अभवत् इति भवती तु ऊहा कर्तुं शक्नुवन्ति खलु, ऊहां कर्तुं शक्नोति. तर्हि यतोहि तत्र कार्यमस्ति चेत् कार्यस्य कारणं यदस्ति तदपि पूर्वम् अस्ति, तत् इत्युक्ते स्यात् इति अपि वयं निश्चितुं निश्चयेन वक्तुं शक्नुमः. इदानीं भवती केवलं घटः एव पश्यति, तत्र दण्डः तु न पश्यति, परन्तु दण्डः नास्ति चेत्, दण्डं विना घटनिर्माणं न भवति इति अपि भवती जानाति. तर्हि घटः अस्ति चेत् दण्डः अपि अस्ति अथवा आसीत् इति, यदा घटनिर्माणम् अभवत् तस्मिन् समये दण्डः अपि तत्र आसीत् इति भवती वक्तुं शक्नोति. यद्यपि दण्डः न पश्यति भवती, दण्डं न पश्यति चेदपि दण्डः आसीत् इति वक्तुं शक्नोति खलु. दण्डस्य कारणेन एव घटः निर्माणं भवति इति वयं वक्तुं शक्नुमः. हा, निश्चयेन निश्चयेन वक्तुं शक्नुमः. तर्हि घटः अस्ति चेत् दण्डः अपि अस्ति इति अथवा आसीत् यत्किमपि भवतु, परन्तु यदा घटनिर्माणम् अभवत् तस्मिन् समये घटः अपि तत्र आसीत् इति भवती निश्चयेन वक्तुं शक्नोति. तदेव तत्र कारणस्य अदर्शने अपि तत्र कार्यमात्रदर्शने का यद्यपि कारणं न पश्यामः तथापि तत्र आसीत् इति वयं निश्चयेन वक्तुं शक्नुमः अथवा निश्चयं कर्तुं शक्नुमः. अपि च अत्र उदाहरणमपि अस्ति. नद्यां पूरः भवति, अकस्मात् नद्यां पूरः भवति चेत् अप्रत्यक्षापि वृष्टिः ऊर्ध्वदेशे कश्चित् अभूत् इति अवगच्छामः. पूरः इत्युक्ते फ्लडिङ्ग् इति किल? हा हा, इत्युक्ते हा नद्यां तत्र जलम् अधिकं, जलप्रवाहम् अधिकं हा जायते चेत् कस्मिन्नपि देशे ऊर्ध्वदेशे वृष्टिः अधिकवृष्टिः ऊर्ध्व इत्युक्ते उत्तरदेशे इत्युक्ते हा. तर्हि तत्र यथा चिन्तयतु तत्र किम् तत्र कर्णाटकदेशात् तत्र कावेरी नदी तमिळ्नाडु प्रति आगच्छति खलु. तर्हि तमिळ्नाडु नग प्रदेशे तत्र कावेर्यां जलप्रवाहम् अधिकम् अस्ति चेत् यद्यपि वयं तत्र वृष्टिः साक्षात् कर्णाटकनगरे न कर्णाटकप्रदेशे न भवामः चेदपि तत्र वृष्टिं साक्षात् न पश्यामः चेदपि तत्र प्रायः वृष्टिः अभवत्. तत्कारणं तस्मात् कारणात् एव इदानीं तत्र कावेर्यां जलप्रवाहम् अस्ति इति वयं वक्तुं शक्नुमः. तदेव ऊर्ध्वदेशः इत्युक्ते तत्र पूर्वदेशः. तथैव च पूर्वोक्तानां वक्ष्यमाणानां च केषाञ्चित् गुणानां द्रव्यविशेषजन्यत्वं निश्चिनुमः. यदा गन्धः पृथिव्यां सत्यां भवति, पृथिवी न भवति चेत् गन्धः न भवति इति. गन्धः पृथ्वीमात्रजन्यः इति अवगम्यते. पृथिवीसत्त्वे गन्धः इति पृथिवीगन्धयोः अन्वयमादाय सत्तामादाय विद्यमानत्वमादाय चिन्त्यते इति. अयम् अन्वयसहचारः इति व्यवह्रियते. सहचारः समानाधिकार्य करण्यं भावयोः पृथिवीगन्धयोः समानाधिकरण्यम्. पुनः पठित्वा वदतु भगिनि. पूर्वोक्तानां वक्ष्यमाणानां च केषाञ्चित् गुणानां द्रव्यविशेषजन्यत्वं निश्चिनुमः इत्युक्ते निश्चयं कुर्मः इति. निश्चयं कुर्मः विशेषजन्यत्वम् इति न द्रव्यविशेषे जन्यत्वम् इत्युक्ते तत्र गुणः कुत्र अस्ति? द्रव्ये. तर्हि तत्र गन्धः पृथ्वी इति चिन्तयतु. तत्र पृथिव्यां गन्धः अस्ति इति वयं जानीमः, परन्तु तत्र गन्धः इति गुणः पृथ्वी इति द्रव्ये अस्ति, परन्तु सर्वेषु द्रव्येषु गन्धः अस्ति इति तु न. केवलं केषुचित् द्रव्येषु, इदानीं गन्धः इति स्वीकुर्मः चेत् केवलं पृथ्व्यां गन्धः अस्ति इति वयं जानीमः. तदेव द्रव्यविशेषः इत्युक्ते सर्वेषु द्रव्येषु न, केषुचित् द्रव्येषु इति एव द्रव्यविशेषः इति. अवगच्छति वा? इत्युक्ते द्रव्यविशेषः इत्युक्ते एकविधद्रव्यः इति अपि एकविधद्रव्यम् इति अपि चिन्तयितुं शक्नोति. यतोहि तत्र इदानीं रसः इति चिन्तयामः चेत् तत्तु केवलं जले अस्ति, परन्तु स्पर्शमिति चिन्तयामः चेत् तत्र पृथ्व्यादि चतुष्टये च अस्ति खलु, पृथ्वी, जलं, तेजः, वायुः इति तत्र चतुर्षु द्रव्येषु अस्ति. तर्हि द्रव्यविशेषः इति तत्र चतुर्षु चत्वारि द्रव्याणि यानि सन्ति ते द्रव्यविशेषाः इति वयं वक्तुं शक्नुमः. तदेव तत्र गुणानां द्रव्यविशेषजन्यत्वम् इत्युक्ते गुणस्य जन्यत्वं भवति द्रव्ये इति. परन्तु तत्र प्रत्येकम् एतत्तु वयं पूर्वं पठितवन्तः एव, इत्युक्ते गुणस्य जन्यत्वं द्रव्ये भवति, परन्तु सर्वे गुणाः सर्वेषु द्रव्येषु इति न. तदेव द्रव्यविशेषः इति अस्ति अत्र तेनैव कारणेन. यथा गन्धः पृथिव्यां सत्यां भवति, पृथ्वी न भवति चेत् गन्धः न भवति इति, गन्धः पृथ्वीमात्रजन्यः इति अवगम्यते. गन्धः पृथिव्यां भवति, पृथिवी न भवति चेत् गन्धः अपि न भवति. अतः एव गन्धः पृथिवीमात्रजन्यः, पृथिव्याम् एव तस्य जन्यं भवति इति वयं पूर्वमेव वयं दृष्टवन्तः. तदपि पृथिवी सत्त्वे गन्धः इति पृथिवीगन्धयोः अन्वयम् आदाय सत्ताम् आदाय विद्यमानत्वम् आदाय चिन्त्यते इति अयम् अन्वयसहचारः इति व्यवह्रियते. अन्वयसहचारः इत्युक्ते किम् इति अस्ति, पृथिव्याम् एव गन्धः अस्ति, पृथिवीगन्धयोः अन्वयम् आदाय इत्युक्ते सम्बन्धः वा सत्तां न अत्र अन्वय इति तत्र पारिभाषिकशब्दः, तत्र अन्वयः इत्युक्ते विद्यमानत्वं तत्र तदेव अन्वयसहचारः इति व्यवह्रियते. तद् विद्यमानत्वं सत्तां पृथ्वीगन्धयोः तदेव अन्वयः. सत्ताम् इत्युक्ते विद्यमानत्वं खलु, अस्ति इति तत्र सत् इत्युक्ते सति इति अपि वयं वदामः खलु, सति इत्युक्ते तत्र सत्ताम् इत्युक्ते अस्तित्वम् इत्युक्ते भावयोः तत्र भावयोः पृथ्वीगन्धयोः समानाधिकरण्यम् इति अस्ति. तदेव तत्र अन्वयसहचारः इत्युक्ते अत्र भावपदार्थः इत्युक्ते अभावः इति न, तस्य अस्तित्वम् अस्ति, भावपदार्थः अस्ति, पृथ्वी अपि अस्ति अत्र, गन्धः अपि अस्ति. तर्हि भावपदार्थः तादृशभावयोः इत्युक्ते तादृश यः विद्यमानत्वम् अस्ति तस्य सामानादिकरणीयं. तर्हि तत्र अन्वयसहचारः, तत्र अन्वयः इत्युक्ते विद्यमानत्वं, सहचारः इत्युक्ते सामानादिकरणीयं. तर्हि यः यस्य विद्यमानत्वम् अस्ति तस्य सामानादिकरणीयम् अस्ति इति कृत्वा अन्वयसहचारः. अवगच्छन्ति वा? अत्र अन्वयसहचारः इत्युक्ते तत्सत्त्वे तत्सत्त्वम् इत्युक्ते तत्सत्त्वे इत्युक्ते कारणस्य सत्त्वे तत्सत्त्वं, कार्यस्य सत्त्वम् इत्युक्ते कारणम् अस्ति चेत् कार्यम् अपि अस्ति. तर्हि तत्रैव तत्र कार्यकारणभावः भवति. यत्र अन्वयसहचारः अस्ति तत्र कार्यकारणभावः इति वयं वक्तुं शक्नुमः. इत्युक्ते दण्डः अस्ति चेत् घटः भवति. तर्हि तत्र सत्त्वे घटस्य सत्त्वम् इति तत्र अन्वयसहचारः इति वयं वक्तुं शक्नुमः. यथा वह्निः धूमः खलु, तत्र वह्निः अस्ति चेदेव धूमः भवितुम् अर्हति, धूमः भवितुं शक्नोति तत्र. तर्हि तत्रापि तादृश भावः अस्ति. तदेव तत्र अन्वयसहचारः इति वयं वदामः. तत्र भावयोः पृथ्वीगन्धयोः समानादिकरण्यम् इति अस्ति खलु. तत्र प्रथमं पृथ्वीगन्धयोः समानादिकरण्यं कुत्र? पृथ्वीगन्धयोः समानादिकरण्यं पृथिव्यामेव. कथं पृथिव्यां? केन सम्बन्धेन? समवायसम्बन्धेन. कः कस्मिन् द्रव्यगुणयोः सम्बन्धः समवायसम्बन्धः. अस्तु, तर्हि कः कस्मिन् पृथ्वी अधिकरणमस्ति किल, गन्धः आदेयता. अस्तु, तर्हि गन्धः पृथिव्याम् अस्ति, तत्र पृथ्वीगन्धयोः समानाधिकरण्यम् इत्युक्ते किं प्रथमं? समानाधिकरण्यम् इत्युक्ते समान किं भवति, यदा पृथ्वीत्वं गन्धः समानाधिकरणम् इति, अधिकरणं समानमस्ति. हा उत्तमम्, अधिकरणं समानमस्ति. कस्य कयोः अधिकरणं समानमस्ति? पृथ्वीगन्धयोः. उत्तमं, तर्हि पृथ्वीगन्धयोः अधिकरणं समानमस्ति. तर्हि अधिकरणम् इति पृथ्वी एव इति भवती उक्तवती खलु, तर्हि गन्धः पृथिव्यां समवायसम्बन्धेन अस्ति. पृथ्वी पृथिव्याम् अस्ति वा? स्वस्मिन् सम्बन्धेन, तादात्म्यसम्बन्धेन. उत्तमं, तर्हि पृथ्वी अपि तादात्म्यसम्बन्धेन पृथिव्याम् अस्ति, तर्हि पृथ्वी एव समानाधिकरणं, तर्हि तयोः मध्ये समानाधिकरण्यम् अस्ति. तदेव किञ्चित् पुनरावर्तनम् एकवारं किञ्चित् पुनस्मरणं कृत्वा अग्रे पठामः. अत्र नवविंशतितमे पुटे इदम् अस्य कारणम् इति वक्तुं निकषाः इति अस्ति खलु, पश्यति वा? अस्तु, तद् सुनील् महोदय भवान् एकवारं पठति वा? एतत् वयं पूर्वं पठितवन्तः एव, झटिति एकवारं पठित्वा संक्षिप्तरूपेण उक्त्वा अग्रे गन्तुं शक्नुमः. अपि च अन्य कोऽपि आगतवान् वा? अस्तु महोदय, वदतु. इदम् अस्य कारणम् इति वक्तुं निकषाः. यथा हि कार्यकारण भावविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुमर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितम्. यदि हस्तमलनिवारणं जलेन कर्तुम् इच्छति चेत् यद्हस्ते मलः अस्ति तत्र मलनिवारणरूपं कार्यं कर्तव्यं, तद्हस्ते एव जलसंयोगः आवश्यकः, न तु अन्यस्मिन् हस्ते. भूतलादौ वा अन्यस्मिन् हस्ते भूतलादौ वा, अतः कार्यमिति यत् वयं मन्यामहे तस्य अधिकरणे कारणमिति यत् निर्धारणीयं तेन स्थातव्यम्. अत्र कार्यं प्रति कारणं भवितुम् अर्हति इति एव विचारः अत्र, इत्युक्ते किमपि कार्यं कारणं भवति, कार्यमपि अस्ति इति. अतः उदाहरणरीत्या यत्र हस्ते मलमस्ति चेत् तत्र यस्मिन् हस्ते अस्ति तत्रैव जलं स्थापयित्वा तत्र तस्य निवारणं कुर्मः, न तु अन्य कुत्रापि. अतः जलसंयोगः तत्रैव स्थातव्यमिति. अतः यत्र कार्यम् अस्ति तत्रैव कारणम् अपि इति. अग्रे पठतु महोदय. इदश्च चिन्त्यम्, घटनिर्माण निर्माणस्थले तन्निर्माणरीतिं ज्ञातुं कश्चित् नागरिकः गच्छति. सः अपि घटोत्पत्तिः यत्र भवति तत्र भूतले वर्तते एव, न तु सः घटस्य कारणमिति व्यवह्रियते. अतः कार्याधिकरणे विद्यते इति एतत् न पर्याप्तं, किन्तु यत् कारणमिति निर्धारणीयं तेन कार्याधिकरणे सर्वदा भाव्यम्. नागरिकः तु यदा ज्ञातुमिच्छति तदेव घटाधिकरणे भवति, न अन्यथा. घण्टादयस्तु सर्वदा एव भवन्ति इति तानि घटकारणानि. इदानीम् अन्य एकम् उदाहरणमस्ति. घटनिर्माणस्थले एकः नागरिकः गच्छति, सः घटोत्पत्तिः ज्ञातुमिच्छति. तदा परन्तु सः एव घटस्य कारणमिति न. अत्र घटस्य कार्याधिकरणे घटस्य निर्माण वस्तुनि एव आवश्यकम्. नागरिकस्य इच्छा तत्र घटाधिकरणे एव भवति, अन्यत्र नास्ति इति. अनन्तरं दण्डः च अन्यवस्तूनि अपि घटकारणानि इव. हा हा, अत्र नागरिकः अपि घटस्य कारणं वा? न न इति. सः केवलं ज्ञातुं घटस्य उत्पत्तेः कारणं ज्ञातुमिच्छति अथवा कदा भवति इति ज्ञातुमिच्छति. सः कारणं नास्ति, परन्तु घटस्य कारणं दण्डः इव अन्यवस्तूनि इति. अग्रे पठामि वा? पठतु महोदय. इतोपि चिन्त्यं घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते, एवं सर्वदा वर्तते. अतः घटः अपि घटस्य कारणं स्यात्. अतः यस्मिन् क्षणे कार्योत्पत्तिः तत्पूर्वक्षणे कारणेन भाव्यमिति चिन्त्यते. घटः यद्यपि वर्तते स्व उत्पत्त्युत्तरं सर्वदा वर्तते, परन्तु न स्वोत्पत्तेः पूर्वं वर्तते. अतः न घटस्य स्वं प्रति कारणत्वात्पत्तिः. अतः इदानीं घटः स्वस्य अधिकरणे कार्यं कार्यरूपेण वर्तते, अथवा घटः कपाले वर्तते, तत्र घटः कार्यरूपेण वर्तते इति, अथवा सर्वदा वर्तते. इत्युक्ते यद्यपि घटः कपाले वर्तते, कपालः इति अधिकरणमस्ति घटस्य, तत्र अधिकरणे वर्तते, तथापि तत्र घटः पूर्वक्षणे, घटस्य निर्माणस्य पूर्वक्षणे घटः नास्ति खलु, तर्हि सः स्वं प्रति कारणं भवितुं न शक्नोति. इत्युक्ते पूर्वं यद् वयं दृष्टवन्तः तत्र स्वस्य अधिकरणे अस्ति चेत् तत्र कारणमिति भवति इति, तर्हि घटः अपि अधिकरणे अस्ति इति कृत्वा घटः अपि कारणं स्यात् इति सन्देहः आगच्छति मनसि. तर्हि तस्य निवारणार्थमेव एतदुक्तं, तत्र स्वस्य अधिकरणे यद्यपि तत्र कपाल तत्र कार्याधिकरणे अस्ति घटः, परन्तु पूर्वक्षणे नास्ति इति कृत्वा सः कारणं नास्ति इति. अग्रे ये तु घटकारणकारणीभूताः दण्डचक्रादयः ते घटाधिकरणे कपाले वर्तन्ते सर्वदा वर्तन्ते एवं घटोत्पत्तेः पूर्वक्षणे वर्तन्ते इति दण्डः घटकारणं चक्रं घटकारणम् इति व्यवहारः. अतः अत्र दण्डचक्रादयः घटाधिकरणे कपाले वर्तन्ते इति अतः दण्डः घटकारणं चक्रमपि घटकारणमिति. तद् घटस्य पूर्व उत्पत्तेः पूर्वमपि वर्तन्ते इति. तत्र इदानीं तेन अस्माकं निकषत्रयम् आगतं खलु, यद् रामप्रिया भगिनी कक्षायाः आदौ उक्तवती तत्र निकषत्रयम् इति. इदानीं तत् तत्र तेनैव कारणेन तत्र निकषत्रयम् इति आगतम्. तत्र कार्याधिकरणे स्थातव्यं, तेन कार्याधिकरणे सर्वदा स्थातव्यम्, अनन्तरं कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम्. उत्तमं, तर्हि इदानीम् अस्माकं किञ्चित् पुनस्मरणमपि जातं तत्र कारणकार्यविषये. सम्यक्, तर्हि तत्र इदानीं व्यतिरेक सहचारः इति द्वितीयविषयः. इदानीं अन्वयसहचारः इत्युक्ते किम् इति वयं दृष्टवन्तः. अन्वयसहचारः इत्युक्ते कः इति, अन्वयसहचारः इत्युक्ते तत्र तत्सत्त्वे तत्सत्त्वम् इति वयं दृष्टवन्तः. व्यतिरेकसहचारः इत्युक्ते तद् असत्त्वे तद् असत्त्वम् इति. इत्युक्ते इदानीम् अन्वयसहचारः अन्वय इत्युक्ते तत्र विद्यमानत्वं भावविषये इति वयं दृष्टवन्तः. इत्युक्ते यस्य अस्तित्वम् अस्ति तस्य विषये अस्ति. तत् सत्त्वे तत् सत्त्वम् इत्युक्ते कारणम् अस्ति इति कार्यमपि अस्ति. व्यतिरेक इत्युक्ते अभावविषयः इत्युक्ते अस्तित्वम्, क्षम्यताम् अनस्तित्वम् इत्युक्ते अविद्यमानत्वम्. तर्हि यस्य अभावे कार्यस्य अपि अभावः इति, तद् अभावे तद् अभावः इति. सहचारः इत्युक्ते पुनः समानाधिकरणं. तर्हि तत्र अभावस्य समानाधिकरण्यम् इदानीं पठतु महोदय. यत्र पृथिवी नास्ति तत्र गन्धः अपि नास्ति इति चिन्तनम् अभावो आदाय प्रवर्तते इति अयं व्यतिरेक सहचार इति उच्यते. व्यतिरेकौ अभावौ पृथिव्याभावगन्धाभावरूपौ तयोः विद्यमानत्वं सामानाधिकारण्यं च आदाय इह चिन्त्यते इति अयं व्यतिरेकसहचारः. एवं च पूर्वोक्तान्वयसहचारः व्यतिरेकसहचारश्च तयोः वर्तते. तयोः कार्यकरण भावः निश्चितो भवति. यदा इदानीं भवती उक्तवती तत्र यदा यत्र पृथिवी नास्ति तत्र गन्धः अपि नास्ति इति वदामः चेत् तत्र अभावस्य विषयमेव. अतः तत्र व्यतिरेक सहचारः इति उच्यते. इत्युक्ते तत्र द्वयोरपि अभावः भवति इति, अथवा सामानाधिकरण्यमपि स्वीकृत्य तत्र पूर्वोक्तरीत्या अत्र नूतन संज्ञा अस्ति इति, परन्तु अत्र अभावस्य विषये एव. उत्तमं, तर्हि तत्र इदानीं यत्र भावस्य विषयः आसीत् तत्र पृथिवीगन्धयोः समानाधिकरण्यम् इति उक्तवन्तः. तत्र पृथिवी एव आसीत् अधिकरणं, पृथिवी पृथिवी पृथिव्यां तादात्म्यसम्बन्धेन, गन्धः पृथिव्यां समवायसम्बन्धेन इति, समवायसम्बन्धेन इति रामप्रिया भगिनी न उक्तं खलु. तर्हि इदानीं व्यतिरेक सहचारे तत्रापि सहचारः इत्युक्ते समानाधिकरण्यम् इति अस्ति खलु, अभावस्य समानाधिकरण्यं कुत्र इदानीम्? अत्र पृथिवी नास्ति इति प्रसङ्गे पृथिव्याः अभावः सत्यम्, अतः पृथिवी नास्ति चेत् अत्र गन्धः अपि नास्ति एव सत्यं, परन्तु समानाधिकरणं करणं किम्? पृथिवी अभावः इति चिन्तयामि. पुनः वदतु महोदय. पृथिव्याः अभावः इति समानाधिकरणं न पृथिव्या समा अस्तु, अधिकरणम् इत्युक्ते किम्? यत्र यत्र भवति इति, कुत्र भवति, यत्र भवति इति. हा उत्तमं, समानाधिकरणम् इत्युक्ते अधिकरणस्य समानता अस्ति इति खलु, साम्यम् अस्ति इति. इदानीं तत्र गन्ध पूर्वतनदृष्टान्ते अत्र गन्धपृथिवीयोः समानाधिकरणम् इति यदा वयं दृष्टवन्तः, अथवा गन्धपृथिवीयोः समानाधिकरणीयम् इति यदा वयं दृष्टवन्तः, तत्र गन्धः अपि पृथिव्यां, पृथिवी अपि पृथिव्याम् इति पृथिवी एव आसीत् समानाधिकरणम् अत्र. इदानीम् अभावस्य विषये तथा समानाधिकरणं किं? पृथ्वी नास्ति, पृथिव्याः अभावः अस्ति, अपि च गन्धस्य अभावः अपि अस्ति, परन्तु कुत्र इति मम प्रश्नः. तत्र क्षम्यतां, व्यतिरेकसहचारः इति उक्तवन्तः खलु, सहचारः इत्युक्ते समानाधिकरणं, तर्हि तत्र अधिकरणं किम् इति मम प्रश्नः. तत्र कुत्रापि भवितुमर्हति अत्र अभावः इति कारणेन. न, भवतः मार्गः समीचीनः, इतोपि किञ्चित् वदतु. अत्र नास्ति इति एव, परन्तु अहम् इदानीं हा भवान् यत् उक्तवान् तत् सम्यक् एव, इत्युक्ते कुत्रापि इत्युक्ते पृथ्वीं विना कुत्रापि खलु. आमां, यत्र पृथ्वी अस्ति अत्र पृथ्वी अपि अस्ति, अपि च गन्धः अपि अस्ति, यतोहि यत्र यत्र पृथ्वी तत्र तत्र गन्धः इति वयं पूर्वं दृष्टवन्तः. तर्हि पृथ्वी अस्ति चेत् तत्र गन्धः अपि अस्ति, गन्धः पृथ्व्याम् अस्ति, तत्र समानाधिकरण्यम् अस्ति, एतत् सर्वं वयं जानीमः. इदानीम् अभावः इति प्रसङ्गे अपि तादृशसामानाधिकरण्यस्य आवश्यकता अस्ति खलु. तर्हि यत्र जलम् इति स्वीकुर्मः चेत् जले पृथ्वी अपि नास्ति, जले गन्धः अपि नास्ति, तर्हि अभावस्य अपि तादृश सामानाधिकरण्यम् अस्ति. इत्युक्ते वयं जले पृथ्वी नास्ति इति न वदामः, अपि तु जले पृथिव्याः अभावः अस्ति, जले गन्धस्य अभावः अस्ति इत्येव वदामः खलु. तर्हि तत्रापि समानाधिकरण्यम् अभावयोः पदार्थयोः मध्ये अपि समानाधिकरण्यम् अस्ति इति मुख्यविषयः अस्ति अत्र. अतः पृथिवी विहाय अन्यत्र कुत्रापि भवितुमर्हति. हा, पृथिवीं विहाय अन्यत्र कुत्रापि भवितुमर्हति. अपि च अन्तिमवाक्यं पठतु पुनः एकवारम्. एवं च पूर्वोक्तान्वयसहचारः व्यतिरेकसहचारः च ययोः वर्तते तयोः कार्यकारणभावः निश्चितो भवति. इत्युक्ते किम्? अतः पूर्वं वयं दृष्टवन्तः अन्वयसहचारः तत्र कार्यकारणभावः अस्ति इति, अत्रापि व्यतिरेकसहचारः तत्रापि कार्यकारणभावः अस्ति इति एव. हा सत्यम्, इत्युक्ते यत्र इदानीं पुनः तत्र दण्ड घटः घटयोः उदाहरणमेव स्वीकुर्मः चेत् पूर्वम् अन्वयसहचारविषये वयम् उक्तवन्तः यत्र दण्डः अस्ति चेत् घटः अपि अस्ति इति तत्सत्त्वे तत्सत्त्वम् इति. इदानीं गण्डः नास्ति चेत् घटः अपि नास्ति खलु, यतोहि दण्डं विना घटनिर्माणं न भवति. तर्हि व्यतिरेकसहचारः अथवा अन्वयसहचारः तयोः अपि तत्र द्वयोः अपि तत्र कारणकार्यभावः अस्ति. इत्युक्ते यत्र यत्र व्यतिरेकसहचारः अथवा अन्वयसहचारः अस्ति अत्र कार्यकारणभावः अस्ति इति वयं निश्चयेन वक्तुं शक्नुमः. अवगतं वा? यदा यदा अन्य अन्यस्मिन् उदाहरणे यत्र अग्निः नास्ति तत्र धूमः नास्ति इति. सत्यं सत्यम्, अग्निः नास्ति चेत् वह्निः नास्ति चेत् धूमः नास्ति, तर्हि तत्रापि तादृशकारणकार्यभावः अस्ति खलु. उत्तमं, तर्हि अग्रे रामप्रिया भगिनी भवती पठति वा? आं भगिनि. अन्वय व्यतिरेक व्यतिरेक व्यभिचारौ व्यभिचारौ व्यभिचारौ एतत् विपरीतेन एतावत् पर्यन्तं वयं सहचारविषये दृष्टवन्तः, इत्युक्ते तत्र समानाधिकरण्यम् इति. व्यभिचारौ इत्युक्ते असमानाधिकरण्यम्, इत्युक्ते यत्र समानाधिकरण्यं नास्ति. तर्हि तत्र अन्वयसमाना व्यभिचारः अपि च व्यतिरेकव्यभिचारः इति विषयद्वयम्. एतद् विपरीत्येन कारणत्वेन वैपरीत्येन कारणत्वेन अभिमते सत्यपि कार्योत्पत्तेः पत्तिः यत्र न भवति तत्र कारणस्य अन्वयः विद्यमानत्वं यद्यपि वर्तते परं कार्यस्य विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः इत्युच्यते. इह हि कारणत्वेन अभिमतस्य सत्त्वेऽपि कार्यत्वेन अभिमतस्य असत्त्वम्, एवं कारणत्वेन अभिमतस्य असत्त्वे अपि कार्यत्वेन अभिमतस्य उत्पत्तिः व्यतिरेकव्यभिचारः इति उच्यते. यदा तन्तुः घटं प्रति कारणं न वा इति सन्देहे तन्तौ सति अपि घटः न उत्पद्यते इति ज्ञानवतः तत् अन्वयव्यभिचारज्ञानं भवति. एवं घटोत्पत्तिदेशे तन्तौ असति अपि घटः उत्पद्यते इति जाननस्य तत् व्यतिरेकव्यभिचारज्ञानं भवति. वैपरीत्येन कारणत्वेन अभिमते सत्यपि कार्योत्पत्तेः यत्र न भवति तत्र कारणस्य अन्वयः विद्यमानत्वं यद्यपि वर्तते परं कार्यस्य विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः इति उच्यते. कार्य उत्पत्तेः यत्र न भवति कारणत्वे अभिमते इत्युक्ते किं भगिनि? इत्युक्ते कारणत्वेन अभिमते सत्यपि, इत्युक्ते यत्र कारणम् अस्ति चेदपि तत्र कार्यस्य उत्पत्तिः न भवति खलु. तर्हि तत्र इदानीं तत्र अन्वयव्यभिचारः इत्युक्ते तत्सत्त्वे तदसत्त्वम्, इत्युक्ते कारणस्य सत्त्वे चेदपि कार्यस्य उत्पत्तिः न भवति इति. अत्र कार्यकारणभावः अस्ति इति न वक्तुं शक्नुमः खलु, यतोहि कारणम् अस्ति परन्तु कार्यं न जायते चेत् तत्र कार्यकारणभावः तु नास्ति. तत्र शास्त्रे प्रसिद्धम् उदाहरणम् अस्ति, तत्र अन्वयव्यभिचारस्य उदाहरणम् अस्ति तत्र मङ्गलाचरणम् इति. इत्युक्ते तत्र अस्माकं मतमस्ति, तत्र ग्रन्थस्य निर्विघ्नसमापनार्थं तत्र मङ्गलं भवेत्, यत्किमपि कार्यं कुर्मः चेत् तस्य आदौ मङ्गलं कुर्मः इति. कादम्बरी इति बाणभट्टः इति कविः अस्ति, तेन रचितं काव्यमस्ति तत्र कादम्बरी इति. तर्हि कादम्बरी यद्यपि तत्र मङ्गलाचरणम् अस्ति कादम्बर्यां, तथापि बाणभट्टेन तस्य समाप्ति न कृता. तर्हि तस्य पुत्रेण एव कृतः तत्र समाप्तिः कृता. तर्हि तत्र यद्यपि मङ्गलाचरणम् अस्ति, ग्रन्थसमाप्तिः न जाता. तर्हि तत्र यद्यपि तत्र तत्सत्त्वे इत्युक्ते मङ्गलाचरणम् अस्ति, परन्तु कार्यम् इत्युक्ते इदानीं ग्रन्थसमाप्तिः खलु, ग्रन्थसमाप्तिः न जाता इति कृत्वा तत्र कार्यं कारणम् अस्ति चेदपि कारणं क्षम्यतां कारणम् अस्ति चेदपि कार्यं न जातम् इति तदेव अन्वयव्यविचारः. यद्यपि परं कार्यं विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः इति उच्यते. इह हि कारणत्वेन अभिमतस्य सति अपि कार्यत्वेन अभिमतस्य असत्त्वं, तदेव तत्सत्त्वे अपि तत् असत्त्वम् इति. एवं कारणत्वेन अभिमतस्य असत्त्वे अपि कार्यत्वेन अभिमतस्य उत्पत्तेः व्यतिरेकव्यभिचारः इति उच्यते. प्रथमम् अन्वयव्यभिचारः वयं दृष्टवन्तः, तत्सत्त्वे तत् असत्त्वम् इति. अत्र व्यतिरेकव्यभिचारः अग्रिमं, तद् असत्त्वे अपि तत् सत्त्वं वा? उत्तमं, तद् असत्त्वे तत् सत्त्वम् उत्तमं, तदेव तदेव व्यतिरेकव्यभिचारः. तत्र एकम् उदाहरणमस्ति, तन्तुः घटं प्रति कारणं न वा इति सन्देहः, तन्तौ सत्यपि घटः न उत्पत्ते इति ज्ञानवतः तद् अन्वयव्यभिचारज्ञानं भवति. तन्तुः घटं प्रति कारणं नास्ति, तन्तौ अस्ति चेदपि घटः न घटस्य उत्पादनं न भवति. तद् असत्त्वे अपि क्षम्यतां तत् सत्त्वे अपि तद् असत्त्वम् इत्युक्ते इदानीं कस्यापि प्रश्नः अस्ति चेत् तन्तुः घटस्य कारणं वा न वा इति कस्यापि प्रश्नः अस्ति चेत् तत्र एतादृशरीत्या वयं चिन्तयामः चेत् तत्र अस्माकं स्पष्टता भवति. तर्हि तन्तुः अस्ति चेदपि घटनिर्माणं न भवति खलु, केवलं तन्तुः अस्ति परन्तु कपालः नास्ति अथवा दण्डः नास्ति चेत् तत्र घटनिर्माणं निश्चयेन न भवति इति कृत्वा अत्र अन्वयव्यभिचारः इति वयं वक्तुं शक्नुमः. इत्युक्ते तन्तुः अस्ति परन्तु घटः नास्ति इति. यथा तत्र कादम्बरी इति उदाहरणं वयं दृष्टवन्तः, तथैव शास्त्रे तत्र पुनः व्यतिरेकव्यभिचारस्य विषये तत्र प्रसिद्धम् उदाहरणमस्ति चार्वाकमतम्. इत्युक्ते चार्वाकः इति वयं जानीमः खलु, नास्तिक मतमस्ति. तेषां ग्रन्थेषु तत्र मङ्गलाचरणम् इति नास्ति, परन्तु ग्रन्थस्य परिसमाप्तिः तु अस्ति एव. तर्हि यद्यपि मङ्गलाचरणं नास्ति, ग्रन्थसमाप्तिः तु जाता. तर्हि अत्रापि अत्र व्यतिरेकव्यभिचारः इत्युक्ते तद् असत्त्वे इत्युक्ते मङ्गलाचरणस्य अविद्यमानत्वे अपि ग्रन्थपरिसमाप्तिः इति कार्यं जातम् इति अत्र व्यतिरेकव्यभिचारः. यथा अत्र तन्तौ असति अपि घटः उत्पद्यते इति तन्तु घटः इति उदाहरणं स्वीकुर्मः चेत् तत्र अन्वयव्यभिचारप्रसङ्गे तत्र यद्यपि तन्तुः अस्ति घटनिर्माणं न भवति. विपरीतत्वेन चिन्तयामः चेत् तन्तुः नास्ति चेदपि घटनिर्माणं भवति. तर्हि यत्र अन्वय अथवा व्यतिरेकव्यभिचारः अस्ति अत्र कारणकार्यभावः नास्ति इति वयं वक्तुं शक्नुमः. अस्तु, अग्रे पठतु भगिनि. एतावत् पर्यन्तं स्पष्टं खलु? आं भगिनि. अन्वय व्यभिचारज्ञानं भवति चेत् अन्वयसहचारज्ञानं न उत्पद्यते. कथं हि तन्तौ सत्यपि घटः न उत्पद्यते इति अन्वयव्यभिचारज्ञानवतः पुरुषस्य तन्तौ सति पटः उत्पद्यते इति अन्वयसहचारज्ञानं सम्भवति. एवं व्यतिरेकव्यभिचारज्ञानं भवति चेत् व्यतिरेकसहचारज्ञानं न उत्पद्यते. कपाले अविद्यमाने अपि पटोत्पत्तिः इति व्यतिरेकव्यभिचारे गृहीते कपाले अविद्यमाने न पटोत्पादः इति व्यतिरेकसहचारः न गृह्यते एव. प्रथममस्ति यदा अन्वय व्यभिचारज्ञानम् अस्ति चेत् अन्वयसहचारज्ञानं न उत्पद्यते इति. अन्वयसहचारम् इत्युक्ते विद्यमानत्वं समानाधिकरणं विद्यमानत्वं तदस्ति न उत्पद्यते इत्युक्ते किं? तत्र अन्वयव्यभिचारज्ञानम् अस्ति चेत् अन्वयसहचारज्ञानं न उत्पद्यते इत्युक्ते किम्? न उत्पद्यते इत्युक्ते न तद् ज्ञानं न भवति, न जन्यते. तत्र अन्वयव्यभिचारज्ञानम् अस्ति इति कारणात् तत्र अन्वयसहचारज्ञानं न भवति. कथं हि तन्त्रौ सति अपि घटः न उत्पद्यते इति अन्वय व्यभिचारज्ञानवतः पुरुषस्य तन्त्रौ सति पटः उत्पद्यते इति अन्वयसहचारज्ञानं सम्भवति. यदा वयं जानीमः यदा तन्त्रौ अस्ति अपि घटः न उत्पद्यते इति वयं जानीमः चेत् तन्तौ अस्ति चेत् पटः पटस्य कारणं तन्तौ इति अन्वयसहचारज्ञानं सम्भवति. न न, कथं सम्भवति इति खलु, इत्युक्ते न सम्भवति इति विषयः. तर्हि तन्तुः अस्ति चेत् घटः न भवति इति जानीमः चेत् तन्तुः अस्ति चेत् पटः भवति इति कथं वा ज्ञातुं शक्नुमः? कथम् इति इत्युक्ते एकस्य ज्ञानस्य एकस्य ज्ञानम् अस्ति इति कृत्वा अन्यस्य ज्ञानं न भवति. एवं व्यतिरेकव्यभिचारज्ञानं भवति चेत् व्यतिरेकसहचारज्ञानं न उत्पद्यते. एवमेव यदा व्यतिरेक व्यभिचारज्ञानं भवति चेत् व्यतिरेकसहचारज्ञानं न जन्यते इति अस्ति. अत्र तु कथम् इत्युक्ते कपाले अविद्यमाने अपि पटोत्पत्तिः इति व्यतिरेकव्यभिचारे गृहीते कपाले अविद्यमाने न पटोत्पादः इति व्यतिरेकसहचारः न गृह्यते एव. कपालः नास्ति चेत् नास्ति चेदपि पटस्य उत्पत्तिः भवति इति व्यतिरेकव्यभिचारः व्यभिचार ज्ञानं. कपाले अविद्यमानं कपालः नास्ति चेत् न पटस्य उत्पादनम् इति व्यतिरेकसहचारः न गृह्यते एव. तद् सहचारः इत्युक्ते सहचारज्ञानं तद् न भवति इति. इत्युक्ते इदानीं तत्र प्रथम उदाहरणे तन्तुः घटः अस्ति खलु, तर्हि तन्तुः अस्ति चेत् घटनिर्माणं न भवति, तन्तु नास्ति चेदपि घटनिर्माणं भवति. तर्हि एकस्य ज्ञानेन अन्यस्य ज्ञानं न सम्भवति. तथैव कपालः पटः इति स्वीकुर्मः चेत् कपालः नास्ति चेत् पटनिर्माणं भवति इति जानीमः चेत् तत्र कथं वा कपालः नास्ति चेत् घटनिर्माणं न भवति इति वयं वक्तुं शक्नुमः. तर्हि तत्र एकस्य ज्ञानेन अन्यस्य ज्ञानं तत्र तादृशसम्बन्धः नास्ति खलु, तर्हि तथा वयं तादृशज्ञानं वयं न प्राप्तुं शक्नुमः इति. सहचारस्य ज्ञानम् अस्ति चेत् व्यभिचारस्य ज्ञानं न भवति, विपरीतत्वेनापि तथा व्यभिचारस्य ज्ञानम् अस्ति चेत् सहचारस्य ज्ञानं न भवति. पठामि वा? न, पठतु भगिनि. फलतः अन्वयव्यभिचारज्ञानात् न अन्वयसहचारज्ञानम्, व्यतिरेकव्यभिचारज्ञानात् न व्यतिरेकसहचारज्ञानम्, उभयविधसहचारज्ञाने अनुत्पन्ने तन्तुः घटं प्रति कारणमिति कारणताज्ञानमपि न उत्पद्यते. तदेव भवती उक्तवती, यदा अन्वयव्यभिचारज्ञानात् अन्वय सहचारज्ञानं न भवति, व्यतिरेकव्यभिचारज्ञानात् न व्यतिरेकसहचारज्ञानं न भवति, विपरीतरीत्या अपि न भवति. उभयविधसहचारज्ञाने इत्युक्ते अन्वयसहचारज्ञाने व्यतिरेकसहचारज्ञाने तन्तुः घटं प्रति कारणमिति अनुत्पन्ने तन्तुः घटं प्रति कारणमिति कारणताज्ञानमपि न उत्पद्यते. तद् न उत्पद्यते मनसि यथा कारणं तन्तुः घटं प्रति कारणम् इति. किमर्थं न उत्पद्यते? किमर्थम् इत्युक्ते सहचारज्ञानम् इत्युक्ते तद् न कारणम् इति कारणात् तद् न कारणम् इति. सत्यं, न कारणम् इति तत्र निष्कर्षः खलु, परन्तु कथं तत्र तादृशज्ञानं भवति इति प्रश्नः. इदानीं तत्र वाक्यमस्ति उभयविध सहचारे सह अनुत्पन्ने इति अस्ति खलु, इत्युक्ते किं किमर्थं तत्र उभयविधसहचारे इति अस्ति अत्र? उभयविधसहचारे इत्युक्ते समानाधिकरण्यं. न, एकक्षणं, तत्र प्रथमं किञ्चित् व्याकरणविषयः. उभयविधसहचारे अनुत्पन्ने इति कीदृशप्रयोगः? सतिसप्तमी किल? हा, सतिसप्तमी, उत्तमं. तर्हि उभयविधसहचारे अनुत्पन्ने सति तादृशज्ञानं न भवति इति अस्ति अत्र. तत्र उभयविधसहचारः इत्युक्ते किम्? अन्वय सहचारः व्यतिरेकसहचारः. उत्तमं, तर्हि इदानीम् अस्माकं ज्ञानमस्ति अन्वयव्यभिचारः अथवा व्यतिरेकव्यभिचारः. इत्युक्ते तन्तुः अस्ति चेत् घटनिर्माणं न भवति, तन्तुः नास्ति चेत् घटनिर्माणं भवति. सत्यं, तर्हि तादृशज्ञानमेव इदानीम् अस्माकं मनसि अस्ति. एकमस्ति अन्वयव्यभिचारज्ञानम्, अन्यम् अस्ति व्यतिरेकव्यभिचारज्ञानं. क्षम्यता, व्यतिरेकव्यभिचारज्ञानं. तर्हि इदानीं तत्र तादृशज्ञानम् अस्ति चेत् वयं तन्तुः घटं प्रति कारणमिति कारणताज्ञानमपि न उत्पद्यते इति अस्ति खलु. तर्हि तत्र पूर्वम् पूर्वतनपुटे पश्यतु, यत्र व्यतिरेकसहचारः इति पदार्थनिरूपणम् इति भागे अन्तिमवाक्यं किम् अस्ति तत् पठतु एकवारम्। एवं च पूर्वोक्त अन्वयसहचारः व्यतिरेकसहचारः च ययोः वर्तते, तयोः कार्यकारणभावः निश्चितः भवति। आम्, अत्र निश्चितः भवति। अत्र कुत्र एकक्षणम् एकक्षणं भगिनि, किञ्चित् झटिति मास्तु। तत्र कुत्र निश्चितमस्ति कार्यकारणभावः? पूर्वोक्त अन्वयसहचारः, क्षम्यताम्, अन्वयसहचारः व्यतिरेकसहचारः विषये कार्यकारणभावः निश्चितः। उत्तमम्। इदानीम् अस्माकं ज्ञानं सहचारविषये अस्ति वा व्यभिचारविषये अस्ति वा? अत्र तु व्यभिचारः विषये। तर्हि यत्र सहचारज्ञानम् अस्ति अत्र एव वयं निश्चयेन कार्यकारणभावः, तत्र कः कार्यं किं कारणं किम् इति सुदृढतया तत्रैव वक्तुं शक्नुमः। यत्र तादृशसहचारज्ञानं नास्ति तत्र कार्यकारणभावः अस्ति वा नास्ति वा इति निश्चयेन न वक्तुं शक्नुमः। तर्हि इदानीं केवलं व्यभिचारज्ञानम् अस्ति चेत् तत्र व्यभिचारज्ञानात् सहचारज्ञानं न भवति खलु? सहचारज्ञानं नास्ति चेत् कार्यकारणभावस्य भावः विषये अपि वयं निश्चयेन वक्तुं न शक्नुमः। अवगच्छति वा? किमर्थं तत्र अनुत्पन्ने न उत्पद्यते इति, तत्र सहचारज्ञानस्य उत्पादनं नास्ति चेत् तत्र कार्यकारणस्य कार्यकारणभावस्य ज्ञानमपि न भवति। तदर्थमेव तत्र तन्तुः घटं प्रति कारणं वा कारणं न वा इति वयं वक्तुं न शक्नुमः। कारणं न इति भिन्नवार्ता, परन्तु इदानीं केवलं तत्र व्यभिचारज्ञानेन किं वक्तुं शक्नुमः इति विषयः, तत्र तन्तुविषये वयं जानीमः इति कृत्वा तथा वक्तुं शक्नुमः, परन्तु अन्येषु स्थलेषु प्रायः तथा तादृशज्ञानं न भवेत् अस्माभिः खलु, अस्माकं ज्ञानं न भवेत्। तर्हि तत्रापि सहचारज्ञानं व्यभिचारज्ञानम् अस्ति चेत् वयं वक्तुं शक्नुमः। उत्तमम्। तर्हि सुनील् महोदय, भवान् अग्रे पठति वा? तत्र अपरः अयं विशेषः, कारणत्वेन अभिमतस्य पदार्थस्य सत्त्वे अपि कदाचित् कार्योत्पत्तिर्न भवति, कार्योत्पत्तिः न भवति, यथा दण्डः, चक्रं, कपालः, इमानि घटकारणानि इति सर्वसम्मतं। परन्तु कपालद्वयसंयोगरूपकारणं न उत्पद्यते चेत् घटोत्पत्तिः न भवति। तथापि तु दण्डादीनां कारणता न अपगच्छति। सर्वकारणसत्त्वे हि पदार्थेभ्यः कार्यमुत्पद्यते। इदानीम् अपरः विशेषः, तत्र कारणत्वेन अभिमतस्य पदार्थस्य सर्वसत्त्वे अपि कदाचित् कार्योत्पत्तिः न भवति। अत्र दण्डः, चक्रः, चक्रं, कपालः इत्यादीनि वस्तूनि घटस्य एकक्षणं महोदय, प्रथमवाक्यं किं तत् दृष्ट्वा अनन्तरं गच्छेम। कारणत्वेन अभिमतस्य पदार्थस्य सत्त्वे अपि कदाचित् उत्पत्तिः न भवति। तत्र कारणमस्ति चेत् इत्युक्ते कारणमस्ति चेदपि सर्वदा कार्योत्पत्तिः न भवति इति. इत्युक्ते यस्य कारणम् इति यदस्ति तस्य पदार्थस्य सत्त्वे अपि इत्युक्ते विद्यमानत्वे अपि अस्तित्वे अपि कार्यं न भवति, कदाचित् कार्यस्य कार्यं न सम्भवति. अत्र उदाहरणमस्ति घटस्य वस्तु घटस्य कारणवस्तूनि सन्ति दण्डः चक्रं कपालः इति. तत् परन्तु तत्र कपाल द्वयसंयोग रूपकारणं न भवति चेत् घटस्य उत्पत्तिः अपि न भवति. केवलं वस्तूनि एव सन्ति इति कारणेन घटस्य उत्पादनं न भवति इति. तत्र कपालद्वयसंयोगरूपकारणम् इत्युक्ते किम्? यदा घटस्य भागद्वयम् अस्ति किल तत्र इति चिन्तयामि, तेषां तयोः संयोगस्य संयोगस्य कारणं न भवति इति चेत् संयोगस्य कारणम् इति न, संयोगम् इति एकं कारणं खलु, संयोगः इति गुणः. तर्हि कपालद्वयस्य संयोगेनैव घटनिर्माणं भवति. तर्हि यद्यपि दण्डः चक्रं कपालः इति यद्यपि घटनिर्माणस्य कृते कानि कानि वस्तूनि आवश्यकानि तेषां सङ्ग्रहणम् भवति चेदपि अत्र संयोगः न भवति चेत्, कपालद्वयस्य संयोगः केनापि कारणेन न भवति चेत् तत्र घटनिर्माणं तु न भवति एव. संयोगरूपं कारणम् इत्युक्ते संयोगरूपकारणम् इत्युक्ते संयोग रूपम् इत्युक्ते अत्र नाम इति, न तु रूपमिति एकः गुणः अस्ति खलु, कश्चन गुणः अस्ति खलु, तद् न अत्र. रूपं कारणम् इत्युक्ते नाम कारणम् इति, संयोग इति कारणं, संयोगनाम कारणम् इति. तादृशकारणं नास्ति चेत् तत्र घटनिर्माणं न भवति. तर्हि घटनिर्माणं न भवति इति कृत्वा तत्र दण्डः इदानीं कारणं नास्ति अथवा चक्रम् इदानीं कारणं नास्ति इति न, परन्तु तत्र कारणम् आवश्यकम् अपि च सर्वकारणम् अपि आवश्यकं खलु. तत्र एकमेव कारणम् अस्ति इति कृत्वा कार्यं न भवति. तत्र इदानीं घटनिर्माणस्य घटनिर्माणाय अत्र अस्माकं दण्डम् आवश्यक दण्डः आवश्यकः, चक्रम् आवश्यकं, कपालः आवश्यकः, अपि च कपालस्य संयोगः अपि आवश्यकः, सर्वम् अस्ति खलु. तर्हि केवलं कपालः अस्ति परन्तु चक्रं नास्ति, दण्डः नास्ति चेत् घटनिर्माणं न भवति. तर्हि तत्र सर्वकारणसत्त्वे एव तत्र कार्यं भवति इति. अग्रे पठामि वा? अग्रे पठतु महोदय. किञ्च दण्डः घटकारणम् इति अवधार्य ज्ञात्वा कश्चित् अत्यन्तं क्षीणं सलाकातुल्यं दण्डत्वजातिमन्तमादाय चक्रभ्रमणं चिकीर्षति चेत् किं भवेत् चक्रभ्रमणं न तावता अपि च न भ्रूमौ वयं दण्डः घटं प्रति न कारणमिति, किन्तु योग्यं स्थूलं दण्डमादाय यतस्वेति उपविशामः. पूर्वत्र दण्डादिसत्त्वे अपि कपालद्वयसंयोगाभावात् अभावात् प्रकृते च योग्यदण्डा अभावात् घटोत्पत्तिर्नास्ति इति अस्ति कारणसत्त्वे अपि न कार्यमिति अन्वयव्यविचारः अत्र इदानीं दण्डः घटस्य उत्पत्तेः कारणमिति ज्ञात्वा तत्र अत्यन्तं क्षीणं सलाकातुल्यं दण्डत्वजातिमन्दमादाय चक्रभ्रमणं चिकीर्षति चेत् किं भवेत् चक्रभ्रमणात् इदानीं दण्डः घटस्य कारणमिति स्वीकृत्य वयं चिन्तयामः चेत् तत्र चक्रभ्रमणं किम् इति प्रश्नः भवति न एकक्षणम् अत्यन्तं क्षीणं शलाकातुल्यं दण्डत्वजादिमन्तम् इत्युक्ते किम् अत्यन्तं क्षीणं शलाकातुल्यं दण्डजातिमन्दमादाय क्षीणम् इत्युक्ते तत्र यस्मिन् बलं नास्ति खलु क्लेशः इति वा क्लेशः प्रयासः तादृशं न क्षीणम् इत्युक्ते यस्मिन् बलं नास्ति तत्र कृष इत्युक्ते तत्र यथा वयं किं कश्चन कृषः शलाकः स्वीकुर्मः चेत् तत्र तस्मिन्नपि दण्डत्वम् इति जातिः अस्ति परन्तु घटनिर्माणस्य कृते तत्र कश्चन किञ्चन परिमाणम् आवश्यकं खलु दण्डस्य परिमाणं तथा भवेत् इति प्रायः किमपि कोऽपि नियमः स्यात् तादृशनियमानुसारं दण्डम् आवश्यकं घटनिर्माणस्य कृते परन्तु तादृश परिणामं नास्ति चेत् तादृशपरिमाणं विना दण्डं वयं स्वीकुर्मः चेत् तत्र तेन दण्डेन चक्रभ्रमणं कुर्मः चेदपि घटनिर्माणं न भवति खलु इत्युक्ते तत्र चक्रभ्रमणमेव न भवति यथा तत्र वयं कर्तुं प्रयत्नं कुर्मः इच्छामः परन्तु तेन तत्र चक्रभ्रमणं न भवेत् यतोहि तस्मिन् तादृशशक्तिः नास्ति तर्हि तथा अस्ति इति कृत्वा एतदपि वयं न वक्तुं शक्नुमः खलु तत्र भ्रूमः इत्युक्ते तत्र वदामः इति भ्रूधातुः एव तत्र दण्डः इदानीं घटं प्रति न कारणम् इति न वक्तुं शक्नुमः एकं क्षीणं शलाकं स्वीकृत्य वयं चक्रभ्रमणस्य प्रयत्नं कुर्मः न भवति इति कृत्वा दण्डः अस्ति परन्तु घटनिर्माणं कर्तुं समर्थः न स्मः इति कृत्वा तत्र दण्डः घटं प्रति कारणं नास्ति इति वयं न वक्तुं शक्नुमः तत्र कीदृशः दण्डः अपेक्षितः तादृशः दण्डः स्वीकुर्मः चेदेव स्वीक्रियते चेदेव तत्र घटनिर्माणं भवति तदेव तत्र योग्यम् इति अस्ति खलु योग्यं स्थूलं दण्डम् आदाय यतस्व इत्युक्ते यत् इति तत्र प्रयत्नं तत्र यद् धातुः खलु तत्र प्रयत्नं कुर्मः चेदेव तत्र घटनिर्माणं भवति अन्तिमवाक्यमेकवारं पठतु महोदय पुनः पूर्वत्र दण्डादिसत्त्वे अपि कपालद्वयसंयोग अभावात् प्रकृते च योग्यदण्डाभावात् घटोत्पत्तिर् नास्ति इति घटोत्पत्तिः नास्ति इति अस्ति कारणसत्त्वे अपि न कार्यमिति अन्वयव्यभिचारः. अत्र अत्रापि दण्डादि वस्तूनि सन्ति चेदपि कपाल द्वयसंयोग अभावकारणेन अथवा योग्य यथायोग्यं यथायोग्यः दण्डः अभावकारणेन घटोत्पत्तिः नास्ति इति भवती तादृश तादृशं भवति चेत् कारणसत्त्वे अपि न कारणम् इति स्वीकृत्य तदपि अन्वयव्यभिचारः इति वदामः. किमर्थम् अन्वयव्यभिचारः इति वदामः अत्र? तत्र इदानीं वस्तूनि सन्ति चेदपि यदा योग्यः वस्तूनि नास्ति चेत् तत्र कार्यं न भवति इति. उत्तमम्, अति उत्तमम्. इत्युक्ते तत् अन्वयव्यभिचारः इत्युक्ते तत्सत्त्वे तद् असत्त्वं खलु. तर्हि यद्यपि तत्र कारणानि सन्ति तथापि तत्र कार्यस्य कार्यं न भवति. तत्र दण्डादिवस्तूनि सन्ति चेदपि अत्र कपालद्वयसंयोगः न अभवत् इति कृत्वा अत्र घटनिर्माणं न जातम्. द्वितीय उदाहरणे तत्र योग्यदण्डः नास्ति इति कृत्वा तथापि तत्र घटनिर्माणं न जातम् इति तत्र कारणसत्त्वे अपि कार्य असत्त्वम् इति कृत्वा अत्र अन्वयव्यभिचारः. अत्र अन्वयव्यभिचारः अस्ति इति कारणेन तत्र कारणकार्यभावः नास्ति इति न वक्तुं शक्नुमः खलु. अवगच्छति वा? इत्युक्ते यत्र सहचारः तत्र उभयविधसहचारः अस्ति अत्र निश्चयेन कार्यकारणभावः अस्ति, परन्तु यत्र व्यभिचारः अस्ति अत्र कार्यकारणभावः नास्ति इति सर्वदा न वक्तुं शक्नुमः. तत् अतः सहचारः च व्यभिचारः तत्र भेदः केवलं सामानाधिकरणे एव भवति वा? तत्र सहचारः इति पदस्य अर्थः समानाधिकरण्यम् इति. तत्र समानाधिकरण्यं, व्यभिचारः इत्युक्ते असमानाधिकरण्यं. परन्तु तत्र इतोपि सूक्ष्मभेदः अपि अस्ति खलु. तत्र कार्यकारणभावस्य विषये चिन्तयामः चेत् यत्र सहचारः अस्ति तत्र कार्यकारणभावः अस्ति निश्चयेन तथा वक्तुं शक्नुमः. परन्तु यत्र व्यभिचारः अस्ति तत्र कार्यकारणभावः नास्ति इति न वक्तुं शक्नुमः. कुत्रापि नास्ति, कुत्रापि भवति चेतपि कार्यकारणभावः अस्ति चेतपि तत्र अन्य केनापि कारणेन तत्र कार्यं न भवति. इत्युक्ते तन्तुघटः इति उदाहरणं स्वीकुर्मः चेत् तत्र तु कार्यकारणभावः नास्ति. परन्तु इदानीम् एतद् उदाहरणे तत्र दण्डः अस्ति परन्तु घटः नास्ति इति कृत्वा तत्र दण्डः कारणं नास्ति इति न वक्तुं शक्नुमः. यतोहि तत्र तदर्थमेव तत्र पूर्वस्मिन् परिच्छेदे अन्तिमवाक्यमस्ति खलु, सर्वकारणसत्त्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते इति कृत्वा तत्र एकमेव कारणम् अस्ति इति कृत्वा तत्र कार्यं न भवति. तत्र व्यभिचारः भवितुम् अन्वयव्यभिचारः भवितुम् अर्हति. तर्हि अग्रे पठतु महोदय. एवं च अन्वयसहचारज्ञानम् अकारणताग्राहे आवश्यकम्. परन्तु क्वचित् अन्वयसहचारः न ज्ञायते अपि तु अन्वयव्यभिचारः ज्ञायते चेदपि न कारणत्वग्रहे अत्यन्तं क्लेशः. अत्र अन्वय सहचारज्ञानं तत्र कारणताग्रहे आवश्यकमिति इत्युक्ते तत्र यदा वयम् अन्वयसहचारं स्वीकुर्मः तत्र कारणभावमपि आवश्यकमेव. अत्र इत्युक्ते वयं पूर्वं दृष्टवन्तः अत्र कार्यकारणभावः निश्चयेन भवति इति. अतः अत्र सर्वदा कारणतायाः आवश्यकं भवति इति. परन्तु अन्वयसहचारः न भवति चेत् अन्वयव्यभिचारः भवति चेत् कारणत्वगृहे अत्यन्तं क्लेशः भवति. इत्युक्ते तत्र अन्वयसहचारः वा अथवा अन्वयव्यभिचारः भवति चेत् तत्र कारणत्वे कारणं भवति वा न वा इति तत्र क्लेशः भवति एव. अथवा तत्र स्पष्टं न, तत्र स्पष्टता न भवति. तत्र अन्वयसहचारः न ज्ञायते अपि तु अन्वयव्यभिचारः ज्ञायते चेदपि न कारणतग्रहे अत्यन्तं क्लेशः. न क्लेशः इति अस्ति खलु? ओ न क्लेशः. इत्युक्ते तत्र इत्युक्ते तत्र अन्वयसहचारज्ञानं नास्ति. हा हा, क्षम्यता महोदय, यदा भवान् उक्तवान् तदेव. परन्तु क्वचित् अन्वयसहचारः न ज्ञायते अपि तु व्यन्वयव्यभिचारः ज्ञायते न ज्ञायते चेदपि कारणत्वगृहे अत्यन्तं क्लेशः. इत्युक्ते यत्र अन्वयसहचारः सहचारज्ञानं नास्ति, अन्वयव्यभिचार ज्ञानं अपि नास्ति चेत् तत्र अन्वयसहचारज्ञानं नास्ति चेत् तत्र वयं निश्चयेन न वक्तुं शक्नुमः खलु. सहचार अन्वयसहचारः वा व्यतिरेकसहचारः वा अस्ति चेत् तत्र कारणत्वज्ञानं कारणकार्यकारणज्ञानं निश्चयेन भवति. परन्तु अन्वयसहचारज्ञानं नास्ति परन्तु अन्वयव्यभिचारज्ञानं अस्ति चेत् तत्र किञ्चित् क्लेशः भवति, यतोहि वयं निश्चयेन न वक्तुं शक्नुमः. अग्रे पठतु इदानीं तृतीयं. यदि तु व्यतिरेक व्यभिचारज्ञानं भवति अर्थात् कारणत्वेन अभिमतस्य असत्त्वे अपि कार्यम् उत्पद्यते तदा कारणताज्ञानं न नैवोत्पद्यते इति. यदि तु व्यतिरेक व्यभिचारज्ञानं भवति अर्थात् कारणत्वेन अभिमतस्य असत्त्वे अपि कार्यम् उत्पद्येत तदा कारणत्वज्ञानं न उत्पद्यते इति. इत्युक्ते यत्र व्यतिरेकव्यभिचारज्ञानमस्ति इत्युक्ते कारणस्य असत्त्वे, तत्र व्यतिरेकव्यभिचारः इत्युक्ते किं? तद् असत्त्वे तत् सत्त्वम् इत्युक्ते यत्र कारणं नास्ति चेदपि कार्यं भवति खलु, तत्र वयं निश्चयेन कारणं नास्ति इति वक्तुं शक्नुमः, यतोहि कार्यं तु जायते. तन्तुं विना घटनिर्माणं भवति चेत् वयं निश्चयेन वक्तुं शक्नुमः तन्तुः घटनिर्माणं प्रति कारणं नास्ति इति. परन्तु तन्तुः अस्ति, घटनिर्माणं न भवति चेत् तथा वक्तुं न शक्नुमः खलु. यथा इदानीं वयम् उदाहरणं दृष्टवन्तः, दण्डः अस्ति परन्तु घटनिर्माणं न जातं, तर्हि दण्डः कारणं नास्ति इति निश्चयेन न वक्तुं शक्नुमः. अवगतं वा? अवगतम्. अस्तु, तर्हि प्रायः अद्य अत्र स्थगयामः. चिन्तयन्तु एतस्मिन् विषये, प्रश्नः अस्ति चेत् आगामिकक्षायां किञ्चित् चर्चां कृत्वा अग्रे सरेम. तर्हि शुभरात्रिः. शुभरात्रिः. धन्यवादः. धन्यवादः. धन्यवादः.